ब्रह्मगुरुष्णुगुरुदेव महेश्वरः गुरुसाक्षात् ब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र संयोगः यद्यपि मूलविषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तर्हि करपत्रे वयं स्वरूपमहोदयस्य करपत्रे वयं बहु किमपि अतीतवन्तः नाम तत्र द्रव्ययोः मध्ये नाम मूर्तद्रव्ययोः मध्ये कदा संयोगः भवति नाम तत्र यत्र युतसिद्धत्वम् अयुतसिद्धत्वम् एतत् सर्वं वयं दृष्टवन्तः नाम यत्र संयोगः न भवति इत्युक्ते यत्र द्रव्यम् एकं द्रव्यम् अन्यत् द्रव्यम् आश्रित्य नाशपर्यन्तम् आश्रित्य तिष्ठति चेत् तत्र संयोगः न भवति इति नाम तत्र पृथक् आश्रयः अस्ति चेदेव तत्र आश्रयद्वयं नाम द्रव्यद्वयम् अस्ति तयोः आश्रयमपि भिन्नम् अस्ति चेत् तदा एव तत्र संयोगः भवितुम् अर्हति इति वयं दृष्टवन्तः तत्र तर्हि तत्र घटकपादयोः तत्र घटस्य आश्रयः तु कपालः कपालस्य आश्रयः तु कपालिका अत्र कथं तत्र अस्मिन् उदाहरणे तत्र घटस्य आश्रयः घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका तत्र तु आश्रयः तत्र घटस्य आश्रयः भिन्नः अस्ति कपालस्य आश्रयात् इति कृत्वा तत्र प्रश्नः उदेति कत किमर्थं तत्र संयोगः न जायते तत्र उत्तरमस्ति नाम घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका तर्हि घटस्य आश्रयः कपालिका अस्ति इति तत्र परम्परया कपालिका घटस्य आश्रयः अस्ति इति चिन्तयितुं शक्नुमः यतोहि कपालिकां विना घटः न तिष्ठति एव नाम कपालं विना घटः न तिष्ठति कपालः कपालिकां विना न तिष्ठति तर्हि घटः कपालिकां विना न तिष्ठति इति कृत्वा कपालिका अपि परम्परया घटस्य आश्रयः अस्ति इति चिन्तयितुं शक्नुमः तर्हि घटस्य आश्रयः अपि कपालिका कपालस्य आश्रयः अपि कपालिका तर्हि समान आश्रयः आगतः इति कृत्वा घटः कपालः तयोः मध्ये संयोगः न जायते इति वयं गतवर्गे दृष्टवन्तः तर्हि तत्र एतं परिच्छेदं पठितवन्तः किन्तु एकवारं पुनः पठित्वा अग्रे सरामः तर्हि तत्र नूतनतया तत्र नरसिंहर्य महोदय नमस्कारः योगेन्द्रमहोदय नमस्कारः नमस्कारः महोदय नमस्कारः मृणालिनी भगिनी नमस्कारः न श्रूयते मृणालिनी भगिनी नमस्कारः आचार्य हा इदानीं श्रूयते अस्तु नमस्कारः अस्तु तर्हि तत्र योगेन्द्रमहोदय तत्र अश्नः अत्र प्रश्नः उदेति इति आरभ्य यत्र प्रश्नः उदेति घटकपालयोः अवयवः अपि भिन्नाः किल् घटस्य अवयवौ द्वौ कपालौ कपालस्य च अवयवे द्वे कपालिके अनेन घटकपालयोः अपि पृथगाश्रयाश्रयाश्रितत्वात् युद्धसिद्धत्वं स्यात् किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति वस्तुतः यत्र पृथगाश्रयाश्रितत्वं वर्तते तत्र द्वयोरवयवः सर्वथा भिन्नाः स्युः यथा पक्षिणः वृक्षस्य च अवयवाः निद्रां भिन्नाः तथा वटकपालयोः अवयवाः भिन्ना इति नास्ति। घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते। कपालः कपालिकाद्वये स्थितः, परम्परया घटः अपि तत्रैव आश्रितः। अनेन द्वयोः पृथगाश्रयाश्रितत्वं नास्ति, यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्। एवं च निगमनम् इदं पृथगाश्रयाश्रितद्वयोः एव युतसिद्ध्योः एव मूर्तयोः जायते उभयविधसंयोगः। हस्तवृक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः इति आरब्धः। अत्र प्रश्नः उदेति घटकपालयोः अवयवः अपि भिन्नाः किल्? सो घटस्य अवयवौ द्वौ कपालौ, घटस्य अवयवौ द्वौ कपालौ स्तः इति अस्ति, कपालस्य च अवयवे द्वे कपालिके, एक कपालिका द्वितीय कपालिका, कपालिके द्वे स्तः। अनेन घटकपालयोः अपि पृथगाश्रयाश्रितत्वात् युतसिद्धतं स्वात्। सो अत्र कपाल घटस्य अवयवः अस्ति कपालौ, कपालिकेः अवयवः अस्ति कपालिके, कपालयोः अवयवे द्वे कपालिके, तेन कपालयोः पृथगाश्रितत्वात् युक्तसिद्धत्वं भवति इति सिद्धं भवति। किन्तु वृक्षपक्षिणः स्थितिः तथा किञ्चित् महोदय योगेन्द्रमहोदय, पृथक् आश्रय आश्रितत्वं सिद्ध्यति इति उक्तं खलु, नाम तत्र पृथक् आश्रय आश्रितत्वं नाम किं सरलरूपेण वदतु, नाम योगेन्द्रमहोदय न श्रूयते, योगेन्द्रमहोदय न श्रूयते, अन्ये शृण्वन्ति वा? न महोदय, किमपि न श्रुतं योगेन्द्रमहोदय। हा, अहं चिन्तितवान् केवलं समस्या मम पार्श्वे अत्र अस्ति वा इति। योगेन्द्रमहोदय न श्रूयते महोदय। अस्तु, तर्हि तत्र अन्य कोऽपि वदेत् तर्हि। तत्र विमला भगिनी नमस्कारः, चन्द्रमती मगि भगिनी नमस्कारः, नमस्कारः। तर्हि तत्र नीता भगिनी किञ्चित् वदति वा पृथक् आश्रय आश्रितत्वात् इति तत्र किम् अस्ति इति। तत्र एकस्मिन् उदाहरणे घटः कपाल आश्रित्य तथैव कपालः कपालिकायाम् आश्रित्य, तत्र कपालिकाम् आश्रित्य, कपालिकाम् आश्रित्य, कपालिकाम् आश्रित्य इत्युक्ते तत्र घटस्य आश्रयत्वं कपालस्य आश्रयत्वं भिन्नरूपेण, अतः घटः कपाल द्वयोः द्वयोः पृथगाश्रयाश्रितौ इति वक्तुं शक्नुमः। पृथगाश्रयाश्रित्वं तु भाति अत्र, परन्तु परम्परया कपालिकाम् आश्रित्य एव घटः तिष्ठति, यतोहि तत्र घटः कपालस्य आश्रयेण, कपालः कपालिकायाम्, अतः परम्परया घटः कपालिकां प कपालिकायाम् आश्रित्य एव तिष्ठति. अतः यत्र तत्र पृथगाश्रयाश्रित्वं भाति, परन्तु संयोगः न वर्तते. द्वयोः अवयवः घटस्य तथा च कपालयः अवयवः तु भिन्नः, परन्तु तत्र पृथक् सर्वथा भिन्नः इति न वक्तुं शक्नुमः. अवयवः भिन्ना परन्तु सर्वतः भिन्ना न. अतः तत्र कपालः कपालिका द्वये आश्रितः, परम्परया घटः अपि तत्रैव आश्रितः. अतः तत्र द्वयोः पृथगाश्रयाशयित्वं नास्ति. अतः तत्र द्वयोः अयुतसिद्धत्वमस्ति, न तु युतसिद्धत्वम्. इत्युक्ते तत्र पृथगाश्रयाश्रितयोः मूर्तयोः तथैव युतसिद्धयोः मूर्तयोः एव उभयविधः संयोगः जायते. अतः अत्र संयोगः न वर्तते एतस्मिन् उदाहरणे इति. उत्तमभगिनी, हा धन्यवादः. हा अस्तु, धन्यवादः भगिनी. हा योगेन्द्रमहोदय, समीचीनम्. इदानीं श्रूयते इति मन्ये. हा आं श्रूयते महोदय. हा अस्तु महोदय. हा तर्हि तत्र इदानीं तत्र नीता भगिन्या तत्र उक्तं, किन्तु यदि भवान् तत्र स्वशब्दैः वदति चेदपि समीचीनं भवति महोदय. तर्हि तत्र पङ्क्तिशः तत्र पृथकाशयाश्रितत्वम् अत्र अस्ति इति भाति, किमर्थम् इति वदति वा? तत्र घटः पीतपादः पृथक् आश्रयाश्रितत्वं भवति इति उक्ते तत्र घटः कपाले तिष्ठति, कपालः कपालिकायां तिष्ठति इति अस्ति. अतः परन्तु यत्र घटस्य आश्रयः नाम घटस्य आश्रयः कः? कपालः. कपालः. कपालस्य आश्रयः कः? कपालिका. कपालिका. कपालः कपालिका अस्ति वा? कपालः कपालिका नास्ति, परन्तु न केवलम् इदानीं हा कपालः कपालिका नास्ति. तर्हि तत्र द्रव्यद्वयमस्ति, तयोः आश्रयो भिन्नो अस्ति चेत् वयं पृथक् आश्रय आश्रितत्वम् इति वदामः खलु. हा अत्र द्रव्यद्वयं किमस्ति? घटः अपि कपालः. घटस्य आश्रयः भिन्नः अस्ति, कपालस्य आश्रयः भिन्नः अस्ति. तर्हि तत्र पृथक् आश्रय आश्रितत्वम् अस्ति खलु. इति अतः युतसिद्धत्वं नाम तयोः मध्ये समवायः भवितुम् अर्हति खलु. हा किन्तु वयं जानीमः तथा नास्ति खलु, तत्र घटकपालयोः संयोगः न जायते. तर्हि समाधानम् आवश्यकं खलु. अतः अग्रे किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति. हा वृक्षपक्षी, तत्र वृक्ष अपि पक्षी, तयोः मध्ये संयोगः जायते वा? आम् तत्र संयोगः जायते, परन्तु तत् संयोगः समानं नास्ति. यः संयोगः घटकपालयोः न संयोगः समानम् इति नास्ति, तत्र स्थितिः भिन्ना अस्ति. नाम तत्र हस्तपुस्तकयोः संयोगः, वृक्षपक्षिणोः संयोगः, तत्तु भिन्नं खलु. संयोगः भिन्नः इति वार्ता नास्ति खलु. स्थितिभिन्ना स्थितेः वार्ता अस्ति. हा खलु, नाम तत्र पुस्तक हस्तपुस्तकयोः संयोगः भिन्नः, वृक्षपक्षिणोः तत्र संयोगः भिन्नः एव, यतोहि तत्र द्रव्यमेव तत्र भिन्नमस्ति. अतः तत्र संयोगस्य विषयः नास्ति. अस्तु अग्रे. हा घटकपालयोः तत्र नाम घटकपालयोः स्थितिः भिन्ना, वृक्षपक्षिणोः स्थितिः भिन्ना. कथं भिन्नः घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति नाम तत्र किञ्चित् विशिष्टम् अस्ति तत् किम् अस्ति अग्रे पश्यामः वदतु वस्तुतः यत्र पृथगाश्रयाश्रितत्वं वर्तते तत्र द्वयोरवयवः सर्वथा भिन्नाः स्युः यत्र पृथक् आश्रये आश्रितत्वम् अस्ति तत्र द्वयोः अवयवः भिन्ना भवितुम् अर्हति इति भिन्नः अर्हति न भिन्नः भवेत् नाम तत्र भिन्नाः भवेत् एव यथा पक्षिणः वृक्षस्य च अवयः नितरां भिन्नाः तथा घटकपालयोः अवयः भिन्नः अवयवाः अपि वृक्षस्य अवयवाः तयोः मध्ये समान अवयवः अस्ति वा न तयोः मध्ये समानः अवयवः नास्ति खलु पक्षिणः अवयवः तथापि वृक्षस्य अवयवः न भवति विपरीततयापि तत्र वृक्षस्य अवयवः कदापि पक्षिणः अवयवः न भवति खलु आम् आम् किन्तु तथा घटकपालयोः तथा घटकपालयोः अवयवः भिन्ना इति नास्ति घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते तत्र परम्परासम्बन्धः अस्ति इति वक्तुं शक्नुमः प्रायः न परम्परासम्बन्धेन परम्परासम्बन्धेन तत्र अवयवसाम्यं भाति तत्र भासते तत्र जानीमः अवयवसाम्यं वर्तते घटकपालयोः कथम् अग्रे कपालः कपालः कपालिकाद्वयस्थितः परम्परया घटः अपि तत्र एव आश्रितः अतः कपालः कपाले स्थितः घट अपि परम्परया कपाले स्थितः अतः तत्र एव महोदय कपालः इति भिन्नः कपालिका इति भिन्नः खलु आम् कपालिका किमस्ति साक्षात् तु न न जानामि परन्तु चिन्ता मास्तु नाम यथा कपालद्वयेन घटस्य निर्माणं भवति तथैव कपालस्य भागं कुर्मः नाम तत्र खण्डद्वयं कुर्मः तद् भवति कपालिका कपालिकाद्वयेन कपालस्य निर्माणं भवति कपालद्वयस्य कपालद्वयेन घटस्य निर्माणं भवति अस्तु तर्हि कपालिकाद्वयेन कपालः एकम् एकस्मिन् कपाले कपालिकाद्वयं भवति तावतेव नामकरणं कपालिका इति तर्हि तत्र कपालः कपालिकाम् अस्ति कपालिकायाम् अस्ति अपि घटः कपाले अस्ति किन्तु परम्परया किं चिन्तयामः परम्परया घटः अपि कपालिकायाम् अस्ति इति आश्रितः भवति आश्रितः इति चिन्तयितुं शक्नुमः तर्हि अनेन तेन किं भवति अनेन द्वयोः पृथगाश्रयाश्रयाश्रित्वं नास्ति अतः पृथक् आश्रय आश्रितत्वम् अतः घटकपालयोः घटस्य अपि कपालस्य पृथक् आश्रयित्वं नास्ति उभौ अपि कपालिकायाम् एव आश्रितः आश्रितौ तर्हि तत्र आश्रय समानम् खलु समान आश्रयः अस्ति यस्मात् यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न यतोहि आश्रयः समानमस्ति अतः अयुत्सिद्धत्वं न भवति परन्तु युत्तसिद्धत्वं भवति तर्हि युत्तसिद्धत्वम् एव भवति तयोः इति अस्ति तर्हि तत्र वृक्षपक्षिणोः स्थितिः भिन्ना घटकपादयोः स्थितिः भिन्ना खलु अत्र तु संयोगः जायते वृक्षपक्षिणोः स्थित्यां घटकपालयोः स्थित्यां संयोगः न जायते यतोहि अत्र तु पृथक् आशय आश्रितत्वम् अस्ति एव वस्तुतः अस्ति अत्र घटकपालयोः स्थित्यां पृथक् आशय आश्रितत्वम् अस्ति इति भाति किन्तु साक्षात् नास्ति वस्तुतः नास्ति अस्तु तर्हि निगमनम् किमस्ति एवं च इदं निगमनम् इत्युक्ते मम सारांशः निगमनम् अस्ति पृथगाश्रयाश्रितयोः एव युद्धसिद्धत्वं मूर्तयोः जायते उभयविधसंयोगः यदा अस्तु इदानीं तत्र निगमनं किम् इति अन्य कोऽपि वदति बहु धन्यवादः महोदय समीचीनमस्ति धन्यवादः महोदय अस्तु धन्यवादः अस्तु अग्रे तत्र मृणालिनी भगिनी किञ्चित् वदति वा तत्र इदानीं निगमनम् इति आरभ्य इदानीं निगमनम् एवञ्च निगमनम् इदं तर्हि सारांशः अयं पृथगाश्रया श्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः तर्हि अत्र घटकपालयोः पृथगाश्रयाश्रितत्वं नास्ति अतः अत्र युतसिद्धत्वमस्ति इति उपरि उक्तमस्ति खलु क्षम्यताम् अहमपि दोषेण उक्तवान् वा तत्र नाम द्वयोः अयुतसिद्धत्वं नाम घटकपालयोः अयुतसिद्धत्वम् एव अस्ति न तु युतसिद्धत्वम् इति वक्तव्यमासीत् अहं तत्र प्रायः दोषेण उक्तवान् इति मन्ये प्रायः अहं दोष कृतवान् अस्तु द्वयमपि अस्तु चिन्ता मास्तु तत्र अयुतसिद्धत्वम् एव वर्तते न तु युतसिद्धत्वं तर्हि घटकपालयोः स्थितिः अयुतसिद्धत्वं वृक्षपक्षिणोः स्थितिः युतसिद्धत्वम् इति न सत्यं तर्हि पृथगाश्रया श्रितयोरेव युतसिद्धयोरेव सिद्धत्वं नाम पृथकाशे आश्रितत्वात् युतसिद्धत्वं स्यात् इति उक्तं सिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः हस्तपक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः सम्यक् वा अग्रे पठामि एकवारं वदतु तत्र किमस्ति तर्हि पृथगाश्रयाश्रितत्वं यत्र वर्तते तत्र युतसिद्धत्वं वर्तते तथा मूर्तयोः जायते उभयविधसंयोगः अत्र उभयविधसंयोगस्य अर्थं किम् आचार्य तर्हि किं जायते अथवा कः जायते गायत्री कुत्रं कः जायते किं किम् आचार्य कर्तृपदम् अस्मिन् वाक्ये कर्तृपदं किम् पृथगाश्रय प्रथमा विभक्ति आचार्य उभयविधसंयोगः इति एव उभयविधसंयोगः जायते संयोगः जायते तयोः संयोगः जायते मूर्तयोः युतसिद्धयोः मूर्तयोः जायते युतसिद्धयोर्मूर्तयोः जायते नाम युतसिद्धयोः द्रव्ययोः जायते संयोगः युतसिद्धयोः नाम पृथक् आसन आसितयोः तत्र यत्र पृथकाशे आस्तिकत्वमस्ति तत्र युतसिद्धत्वमस्ति अपि तत्र यत्र युतसिद्धत्वमस्ति तत्र पृथक् आशय आस्तिकत्वम् अस्ति तर्हि तत्र यत्र यद् इदमस्ति तत्र एतदम् अपि अस्ति अतः तत्रैव संयोगः जायते इति उक्तं समीचीनं वा भगिनि किन्तु तत्र संयोगः इति केवलं न उक्तं किन्तु उभयविधसंयोगः इति उक्तम् उभयविधसंयोगः कः नाम संयोगद्वयं किमस्ति संयोगस्य द्वैविध्यम् अस्ति तत्र किमस्ति वृक्षपक्षिणोः तथा पक्षिणोः न संयोगस्य द्वैविध्यं नाम अग्रिमे अग्रिमं वाक्यं भवती पठितवती तत्र एव अस्ति खलु तत्र पुनः एकवारं पठित्वा भवतु तत्र संयोगस्य द्वैविध्यं किमस्ति हस्तवृक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः इति ज्ञातम् तर्हि तत्र संयोगस्य द्वैविध्यं किम् इत्युक्ते संयोगः कर्मजः भवितुम् अर्हति अथवा संयोगजः भवितुम् अर्हति खलु तर्हि संयोगस्य द्वैविध्यं वर्तते खलु उभयविधसंयोगः नाम कर्मजसंयोगः अस्ति संयोगजसंयोगः तावदेव तत्र उभयविधसंयोगः जायते नाम कर्मजः संयोगः अपि जायते संयोगजसंयोगः अपि जायते तयोः तत्र मूर्तद्रव्यं यत्र वर्तते नाम आकाशः अस्ति चेत् अपि हस्तः अस्ति हस्त आकाशयोः तत्र संयोगः अस्ति किन्तु तत्र कर्मजः संयोगः भवति वा अत्र तत्र तत्र चिन्तनम् अस्ति तत्र संयोगजसंयोगः एव तत्र संयोगः एव इति चिन्तनं तत्र यतोहि आकाशे क्रिया न भवितुम् अर्हति तर्हि तत्र द्रव्यद्वयं मूर्तद्रव्यं भवेत् यस्मिन् क्रिया भवितुमर्हति अतः तत्र मूर्तयोः इति अस्ति यतोहि तत्र कर्मजसंयोगः अपि भवेत् इति कृत्वा उभयविधसंयोगः नाम कर्मजसंयोगः भवति चेत् तत्र द्रव्यं कीदृशं भवेत् मूर्तद्रव्यं भवेत् अतः मूर्तयोः द्रव्ययोः एव युतसिद्धयोर्मूर्तद्रव्ययोः एव तत्र उभयविधसंयोगः जायते समान समीचीनं वा इदानीं तत्र उभयविधसंयोगस्य उदाहरणं हस्तवृक्षयोः तत्र हस्तवृक्षयोः हस्तस्य आश्रयः शरीरं वृक्षस्य आश्रयः शाखाः पर्णानि एव परम्परया अपि यदि वयं परम्परया चिन्तयामश्चेत् अपि तत्र आश्रयो भिन्नो एव खलु यथा तत्र हा घटकत्वादयोः आश्रयो भिन्नो इति चिन्तनमासीत् किन्तु परम्परया आश्रयसामूल्यं साधितं तत् तथा अत्र न कर्तुं शक्नुमः खलु हस्तसुवर्णस्य मध्ये इत्यतः द्वयोः मध्ये कर्मजः संयोगः भवति हस्तस्य वृक्षेण सह संयोगः संयोगजः संयोगः भवति कर्मजः संयोगः यस्य हस्तः अस्ति स शरीरं तत् शरीरं तत् तेन शरीरेण अपि वृक्षयोः वृक्षस्य संयोगज संयोगः भवति समीचीनं तत्र प्रथमतया क्रियया हस्तवृक्षयोः संयोगः भवति तर्हि सः संयोगः कर्मजः संयोगः तेन संयोगेन शरीरवृक्षयोः संयोगः जायते इदानीम् एषः नूतनसंयोगः संयोगजसंयोगः समीचीनमस्ति अस्मिन् विषये कोऽपि प्रश्नः अस्तु तर्हि तत्र परम्परया तत्र समस्या का आसीत् घटकपालयोः मध्ये पृथक् आश्रय आश्रितत्वम् अस्ति इति भाति यतोहि घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिक किन्तु परम्परया वयं जानीमः कपालिका एव आश्रयः द्वयोः इति कृत्वा तत्र संयोगः न जायते इति वयम् अस्माकं चिन्तनम् एतावत् अस्ति प्रश्नः आं महोदय मया श्रुतं भवता उक्तमिति भाति यत् आकाशे आकाशमूर्तद्रव्यं नास्ति इति कृत्वा तत्र संयोगः न भवति इति परन्तु केन सम्बन्धेन सर्वे पदार्थाः आकाशे सन्ति न न संयोग तत्र कर्मजः संयोगः न भवति इति उक्तवान् तावदेव अस्तु अस्तु अस्तु नाम तत्र संयोगः अस्ति एव नाम तत्र तत्र विभुद्रव्यम् अस्ति खलु नाम तत्र विभुद्रव्यं नाम अतः संयोग तत्र संयोगः वर्तते कर्मजः संयोगः इति न वक्तुं शक्नुमः अस्तु अस्तु अस्तु उभयविधसंयोगः इति उक्तं खलु तर्हि तत्र संयोगजसंयोगः वा कर्मजः संयोगः द्वयमपि तत्र भवितुम् अर्हति इति चिन्तनं चेत् तत्र द्रव्यं मूर्तद्रव्यं भवेत् तत्र द्रव्यक्रिया न भवितुम् अर्हति चेत् तत्र कर्मजसंयोगः अतः अतः मूर्तद्रव्ये एव कर्मजसंयोगः भवितुम् अर्हति किन्तु किन्तु समीचीनः प्रश्नः आकाशस्य तत्र पुस्तकेन सह संयोगः तत्र मूर्तद्रव्यैः सह तत्र संयोगः अस्ति एव आकाशस्य धन्यवादः धन्यवादः भगिनि अस्तु अतः इदानीं तत्र घटकपालयोः स्थितिः भिन्ना इति साधितं साधिता नाम तत्र अपि वृक्षयोः तत्रापि स्थितिः भिन्ना अवयवाः भिन्ना परम्परयापि अवयवाः भिन्नाः अपि आश्रयम् आश्रय भिन्नौ हस्तवृक्षयोः आश्रयो भिन्नौ परम्परयापि आश्रयो भिन्नौ घटकपालयोः आश्रयो भिन्नौ इति भाति किन्तु परम्परया आश्रयो भिन्नौ न समान आश्रयः अस्ति कपालिका एव आश्रयः इति चिन्तनम् अत्र अस्ति अतः घटकपालयोः मध्ये संयोगः न जायते किन्तु हस्तवृक्षयोः मध्ये संयोगः जायते इति एतावत् अस्तु इदानीम् अग्रे सरामः तर्हि तत्र अग्रे तत्र सुब्रह्मण्य अग्रे पठति वा आं महोदय अधुना नूतनप्रश्नः यदि परम्परया घटकपालयोः पृथगाश्रया श्रितत्वं नास्ति यस्मात् द्वयोः अयुतसिद्धत्वं यस्मात् द्वयोः अयुतसिद्धत्वं क्षम्यताम् येन च द्वयोः मध्ये संयोगो न सम्भवति तर्हि तदाधारेण सर्वेषामपि सावयवद्रव्याणां परम्परया अन्तिमावयवः परमाणवः इति कृत्वा कस्यापि सावयवद्रव्यस्य पृथगाश्रयाश्रितत्वं नास्ति इमानि च सर्वाणि सावयवद्रव्याणि अयुतसिद्धानि इत्यस्मात् संयोगः न कुत्रापि सम्भवेत् तस्य उत्तरं किम् इति तर्हि अत्र वयं दृष्टवन्तः घटकपालयोः मध्ये परम्परासम्बन्धः प्रस्थापितः भवति तर्हि अनेन तयोः अयुतसिद्धत्वं भवति न तु युतसिद्धत्वं तत्र पृथक् आश्रितत्वं नास्ति अतः अयुतसिद्धत्वं भवति तेन द्वयोः मध्ये सम्भवः अपि न भवति परन्तु परन्तु सः एव नियमः यदा सर्वेषां द्रव्याणामपि भवति चेत् किं भवेत् तेन एतेन नियमस्य एतस्य नियमस्य आधारेण सर्वेषामपि सर्वेषामपि द्रव्याणां येषां द्रव्याणाम् अवयवाः सन्ति तादृशानां द्रव्याणां तादृशानां न सर्वेषां द्रव्याणां तत्र वयं किं कर्तुं शक्नुमः नाम किमपि द्रव्यं स्वीकृत्य तत्र परम्परासम्बन्धः इति अस्ति खलु नाम तत्र घटः कपाले अस्ति कपालः पुनः कपालिकायाम् अस्ति खलु तर्हि वयं किं स्वीकृतवन्तः घटः कपालिकायाम् अस्ति कपालः अपि कपालिकायाम् अस्ति तर्हि आश्रयः समानः इदानीं परम्परा इति यदि अङ्गीकुर्मः परम्परासम्बन्धः आश्रयविषये अङ्गीकुर्मः तत्र समस्या उदेति इति अग्रे भवति नाम यत्किमपि द्रव्यं स्वीकरोतु तस्य अवयवाः सन्ति एव खलु नाम मूर्तद्रव्यमेव नाम अनित्यद्रव्यम् आकाशः इति तादृशं नास्ति मूर्तद्रव्यं मुख्यसंयोगः भवितुमर्हति तत्र हस्तः पुस्तकं वृक्षः एतत् सर्वं स्वीकरोतु तस्य अवयवाः सन्ति एव खलु पुनः अवयवस्य अवयवाः पुनः सन्ति क्षम्यतां नाम वृक्षस्य अवयवः अवयवाः शाखाः पुनः शाखाः तत्र नित्यं नास्ति खलु तर्हि तत्र शाखायाः अपि अवयवाः सन्ति इति अवयवाः इति चिन्तयामश्चेत् तत्र परम अवयवाः तत्र परमाणवः खलु तत्र भागं कृत्वा तत्र अन्तिम अवयवः अस्ति सर्वेषां द्रव्याणाम् अवयवः परम्परया परमाणवः सन्ति खलु सत्यं तर्हि तत्र अवयवद्रव्याणां परम्परया अन्तिम अवयवः परमाणवाः इति कृत्वा कस्यापि सावयवद्रव्यस्य पृथक् आश्रयाश्रितत्वं नास्ति तर्हि तत्र अवयवः प्रत्येकस्य द्रव्यस्य अवयवः अस्ति एव अन्तिमम् अवयवः तु परमाणुः अस्ति इति कृत्वा तत्र पृथक् आश्रयातित्वं नास्ति तर्हि इति भवति तर्हि तत्र ते सर्वे अयुतसिद्धाः एव भवन्ति इति कृत्वा तस्मिन् तेषु संयोगः अपि न भवेत्। तर्हि कुत्र संयोगस्य सम्भावना एव नास्ति यदि परम्परा इति स्वीकुर्मः आश्रयविषये, यतोहि सर्वेषाम् आश्रयः तत्र परमाणवः समानमस्ति इति कृत्वा तर्हि तत्र कथं संयोगः भवति लोके? लोके संयोगः तु भवति, किन्तु तत्र समस्या अस्ति, तत्र परम्परा इति स्वीकृत्य अत्र संयोगः न जायते इति उक्तवन्तः, किन्तु परम्परा इति स्वीकृत्य अत्र संयोगः नास्ति इति वदनेन यदि किञ्चित् चिन्तनं कुर्मः परम्परया तत्र कुत्रापि संयोगः न जायते इति आगच्छति, तर्हि समाधानम् आवश्यकम्। अतः तस्य उत्तरं किम् इति तत्र किञ्चित् चिन्तनम् आवश्यकं। किं भगिनि? अवयवद्रव्यं तत्र भगिनी उक्तवती नाम स अवयवद्रव्यं, स इति यत्र अस्ति नाम तेन सह इति अर्थः खलु, स इत्युक्ते तेन सह अवयवेन सह यत् द्रव्यं तदस्ति सावयवद्रव्यम्, तस्य प्रति भवति सावयवद्रव्याणां। भवान् भगिनि अवगतम्? आमाचार्य, अहं चिन्तितवान् समान अहं सा इति समानम् इति चिन्तयति। न भगिनि, स नाम तेन सह अवयवेन सह, यः अवयवेन सह अस्ति, अवयवेन सह यत् द्रव्यमस्ति तद् द्रव्यमस्ति सः अवयवद्रव्यम्। अस्तु अग्रे पठामः तर्हि खलु, तर्हि अग्रे तत्र नरसिंहगिरिमपि अग्रे पठति वा? तत्र घटपरमाण प्रमाण घटारम्भकपरमाणो अन्य पटारम्भकप्रमाणो अन्य अन्याः पार्थिवप्रमाणः तु सन्ति, एते सर्वे किन्तु परस्परभिन्नाः, प्रत्येकं परमाणुव्यक्तितः भिन्ना। अस्य घटस्य अवयवपरम्परा परमाणु द्वेणुकं त्रयणुकं चतुर्णुकम् इत्यादयारभ्य कपालिका कपालः घटः इति द्रव्यजन्यपरम्परा वर्तते। अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते, पटस्य च पृथक् परम्परया परमाणवः भिन्ना च, परमाणुत्वेन तेषां साम्ये अपि परमाणुव्यक्तिर्भिन्ना किल घटत्वं, यद्यपि सर्वेषु घटेषु तथापि यः कोऽपि एको घटः सः च एका व्यक्तिः इति यथा तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव, परमाणुत्वम् एकं किन्तु परमाणुव्यक्तयः परस्परभिन्नाः, अपि च यादृशा अवयवपरम्परा घटः आरब्धः सा च परम्परा पटस्य अवयवपरम्परायाः भिन्नाः भिन्ना। तत्र मूले एकं प्रश्नमासीत् तत्र उपरि परिच्छेदे कुत्रापि संयोगः न भवेत् इति, तत्र किमर्थं संयोगः भवति तस्य उत्तरम् अत्र दत्तमस्ति, तत्र भिन्नता वर्तते इति, घटप आरम्भकपरमाणवः अन्यः पट आरम्भकपरमाणवः अन्यः, यतोहि परमाणु एकं जाति इति अत्र स्वीक्रियते अत्र नाम तत्र चिन्तयामः घटस्य अपि घटस्य संयोगः भवति वा घटस्य अपि पटस्य संयोगः भवति भवति किन्तु किं पूर्वं किमुक्तं तत्र संयोगः कुत्रापि न भवेत् नाम घटस्य अपि अवयवाः सन्ति पटस्य अपि अवयवाः सन्ति यदि परम्परया अवयवाः चिन्तयामः नाम चरम अवयवाः चिन्तयामश्चेत् तत्र द्वयोः अवयवाः तत्र पार्थिवचरमानवः एव खलु आम् अतः तत्र न भवेत् इति संशयः इति संशयः तर्हि समाधानं किं समाधानम् अत्र दत्तमस्ति एते परमाणवः भिन्नः इति अत्र दत्तमस्ति विवृतमस्ति पटपरमाणवः भिन्नः एव घटपरमाणवः भिन्नः एव घटपरमाणु अन्य पट आरम्भकपरमाणु अन्यः न तु एक तत्र साम्यता नास्ति तत्र किञ्चित् भेदः अस्ति इति अस्ति पार्थिवपरमाणौ तु सन्ति एते सर्वे किन्तु परस्परभिन्नाः यतोहि परमाणव एव सर्वे पार्थिव एव परन्तु तेषां मध्ये किञ्चित् व्यत्यासम् अस्ति तत्र भिन्नता अस्ति नाम तत्र परस्परभिन्नः नाम यः परमाणुः घटस्य अवयवः भवति सः एव सः पार्थिवपरमाणु अस्ति पटस्य अपि अवयवः तत्र परमाणुः अस्ति सः अपि पार्थिवपरमाणुः अस्ति किन्तु यः परमाणु घटस्य अवयवः अस्ति सः एव परमाणुः पटस्य अपि अवयवः अस्ति वा नास्ति अतः परस्परभिन्नौ पूर्वं वयम् एकं पठितवन्तः महोदय विशेष इति पदार्थरूपेण किमर्थं स्वीक्रियते समीचीनं समीचीनं महोदय तत्र विशेषः इति तत्र भेदः एकः परमाणुः अन्या तत्र परमाणुः तत्र भिन्नः एव इति विशेषेण विद्यते इति पूर्वं पठितं समीचीनं महोदय तथैव अस्ति अग्रे प्रत्येकं सर्वे परमाणवः एकमेव इति स्वीक्रियते चेत् तत्र किमपि न भवति पटः न भवति समीचीनं सत्यं परमाणु भिन्न प्रत्येकं परमाणुव्यक्तिः भिन्न परमाणुव्यक्तिरूपेण स्वीक्रियते जातिरूपेण अस्य घटस्य अवयवपरम्परा इत्युक्ते घट कपालः कपालिका परमाणुपर्यन्तं दत्तमस्ति परमाणु द्वयणकं त्रयणकं चतुर्णकम् एते सर्वे किम् इति वयं पूर्वं पठितवन्तः द्वयणकं त्रयणकम् इत्युक्ते किम् इति पूर्वं वयं पठितवन्तः नाम परम्परा नाम घटस्य निर्माणं नाम घटस्य निर्माणं कथं भवति इत्युक्ते परमाणु स्वीकृत्य परमाणु तस्य द्वयणकं तदनन्तरं चतुर्णकम् इति परम्परया घटस्य निर्माणं अनन्तरं कपालिका अनन्तरं कपालः अनन्तरं घटः कपालिका कपालः तावत्पर्यन्तं घटपर्यन्तं तावत् स्वस्य अवयवपरम्परा वर्तते अस्य घटस्य परमाणवः भिन्ना वर्तन्ते पटस्य च पृथक् परमाणु पट अपि समानमेव तत्र पटस्य परमाणु अनन्तरं त्रयणकं द्वयणकं त्रयणकं चतुर्णकम् अनन्तरं तन्तव अनन्तरं पटः भवति तादृशपरम्परा भिन्ना अस्ति घटस्य यत् परम्परा वयं दृष्टवन्तः इदानीं कपालिका कपाल तत् भिन्नः अस्ति इति अत्र परम्परा अपि भिन्ना परम्परायां परम्परायां ये परमाणवः सन्ति ते अपि भिन्नाः सन्ति भिन्नाः साक्षात् भिन्नाः सन्ति पार्थिवपरमाणवः सन्ति किन्तु यः एषः परमाणु तत्र घटस्य अवयवः नास्ति घटस्य अवयवः अस्ति तत्र दत्तमस्ति अत्र परमाणुत्वेन तेषां साम्ये अपि सर्वेषां सर्वेषां मध्ये परमाणुत्वम् अस्ति परन्तु तत् परमाणुत्वं तत्र एव तत्र विशेषः वर्तते तत्र एकपरमाणुत्वं भिन्नं किञ्चित् भिन्नम् अस्ति घटपरमाणुत्वं तत्र मध्ये भिन्नम् अस्ति पटपरमाणुत्वं भिन्नम् तेषां साम्ये अपि परमाणुव्यक्तिर्भिन्ना किल व्यक्तिरूपेण स्वीक्रियते तत् पृथक् पृथक् अस्ति, तत्र भिन्नता अस्ति. यतोहि धर्म अस्ति, परमाणुत्वम् इति धर्म अस्ति, परन्तु तद् धर्मं भिन्नभिन्नं वर्तते. धर्मः सर्वत्र वर्तते, परमाणुत्वम् इति धर्मः सर्वेषु परमाणुषु वर्तते, किन्तु एकः परमाणुः व्यक्तिः भिन्नः अस्ति. घटत्वं यद्यपि सर्वेषु घटेषु, तथापि यः कोऽपि एको घटः स च घट एकः व्यक्तिः इति यथा तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव, परमाणुत्वम् एकं किन्तु परमाणुव्यक्तयः परस्परभिन्नाः. तदेव दर्शनमस्ति, ते परमाणु परमाणुत्वेन स्वीक्रियते सर्वम् एकं, परन्तु व्यक्ति इति स्वीक्रियते घट परमाणु भिन्नं भवति, पटपरमाणु परमाणु इति अवगमनार्थं घटः इति स्वीकुर्मः. तत्र घटत्वं कुत्र वर्तते? सर्वेषु घटेषु वर्तते. तत्र परमाणुपर्यन्तं घटत्वं वर्तते एव, घटपरमाणु परमाणु इति विषयः नास्ति. इदानीं केवलम् उदाहरणम् अन्यत् उदाहरणं घटः घटत्वं, घटत्वमिति धर्मः, घटत्वमिति धर्मः कुत्र वर्तते इत्युक्ते सर्वेषु घटेषु वर्तते. घटत्वम् इति जातिः तत्र सर्वेषु घटेषु वर्तते. इदानीं तत्र तर्हि तत्र एकः एव घटः वर्तते वा लोके? बहवः घटः सन्ति इति कृत्वा अपि घटः घटाः परस्परभिन्नाः सन्ति, व्यक्तयः परस्परभिन्नाः सन्ति. घटत्वम् एकमेव किन्तु धर्मः एकः एव किन्तु व्यक्तयः अनेकाः सन्ति. तथैव परमाणुत्वम् इति धर्मः एकम् एकः धर्मः एव किन्तु बहवः परमाणवः सन्ति, अपि ते सर्वे परस्परभिन्नाः सन्ति. अतः तत्र अस्तु अग्रे एतत् संयोगः कथं भवति इति दृढीकरणार्थम् एतत् परिच्छेदमस्ति तत्र. सत्यं महोदय, सत्यम्. अतः तत्र परम्परा इति इत्यनेन तत्र समस्या भवति इति भाति, किन्तु समस्या नास्ति. परम्परयापि तत्र घटस्य पटयोः मध्ये संयोगः जायते, घटस्य अवयवाः पार्थिवपरमाणवः, पटस्य अपि अवयवाः पार्थिवपरमाणवः, किन्तु ते परस्परभिन्नाः, नाम तत्र अवयवसाम्यं नास्ति साक्षात्. परमाणुत्वम् इति अस्ति, तेन साम्यमस्ति, किन्तु व्यक्तयः भिन्नाः घटस्य अपि पटस्य. अतः आश्रयसाम्यं नास्ति. यदा तत्र परम्परा इति अपि स्वीकुर्मः तथापि आश्रयसाम्यं नास्ति, तर्हि घटपटयोः संयोगः भवति एव, तर्हि लोके संयोगः अस्ति. अस्मिन् विषये कोऽपि प्रश्नः? बहु वर्षः अस्ति महोदय, क्षम्यताम्. ओ अस्तु अस्तु अस्तु अस्तु, आमामामामां, सत्यं सत्यं, कर्णाटके. सत्यं महोदय, अस्तु अस्तु अस्तु. इदानीं वर्ष आरब्धः, किमपि न श्रूयते, अपि किमपि वक्तुं न शक्नोमि. अस्तु अस्तु महोदय, क्षम्यताम्. अहं श्रुतवान् किन्तु विस्मृतवान् अत्र. अस्तु अस्तु महोदय, अस्तु श्रुणोतु, चिन्ता मास्तु. अस्तु अग्रे, तत्र अग्रे विमला भगिनी पठति वा अग्रे? धन्यवादः महोदय. आं महोदय, धन्यवादः धन्यवादः. किन्तु अधुना ततः वा? सत्यं भगिनि. किन्तु अधुना इदं वक्तव्यं यत् ये आरम्भकपरमाणवः पटे सन्ति तेषु परमाणुषु पटत्वं नास्ति, केवलं पार्थिवपरमाणवः ते, तस्मात् ते परमाणवः घटस्यापि आरम्भकपरमाणवः भवितुम् अर्हन्ति स्म. अनेन च घटपटयोः अवयवपरम्परा पुनः कुतः भिन्ना इति. अत्र उक्तं यत् ये पार्थपरमाणवः सन्ति ते आरम्भकपरमाणवः ये पटे सन्ति तेषु पटत्वं नास्ति, केवलं पार्थिवत्वम् अस्ति. तथा एव घटस्य ये आरम्भिकपरमाणवः सन्ति तेषु घटत्वं नास्ति, केवलं पार्थपरमाणवः सन्ति. तेन कारणेन एतयोः मध्ये कः भिन्नत्वम् अस्ति इति प्रश्नः उदेति. अतः तत्र परम्परा कुतः कुतः भिन्ना नाम तत्र मूलपरमाणवः समानाः अस्ति. अतः इदानीं हा प्रश्नः किञ्चित् भिन्नः नाम ये परमाणवः घटे घटस्य निर्माणे सन्ति, घटस्य अवयवाः सन्ति, ते किमर्थं घटस्य अवयवाः सन्ति न तु पटस्य अवयवाः इति प्रश्नः इति नाम तत्र यतोहि अवयवपरमाणुत्वं घटस्य अवयवेषु अपि वर्तते, पटस्य अवयवेषु तत्र साम्यं नाम परमाणुत्वम् इति एव अस्ति. तत्र घटत्वं पटत्वम् इति न भाति. तत्र परमाणुस्थिरे केवलं परमाणु एव, एषः परमाणु घटस्य परमाणु इति न वक्तुं शक्नुमः, ज्ञातुं शक्नुमः, न ज्ञातुं शक्नुमः. तत्र केवलं परमाणु अस्ति चेत् तत्र एतेन घटस्य निर्माणमपि भवितुम् अर्हति, पटस्य निर्माणमपि भवितुम् अर्हति. किन्तु किमर्थम् एषः परमाणुः घटस्य अवयवः अभवत्, अन्यः परमाणुः एव तत्र पटस्य पटस्य अवयवः अभवत्, कत् किमर्थम् इति प्रश्नः. हा तर्हि अग्रे पठतु भगिनि. हा उत्तरम् इदं यत् ईश्वरेच्छावशात् तथा भवितुम् अर्हति. पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हन्ति स्म. परमाणवः सूक्ष्मरूपेण भवन्ति, यस्मात् पटारम्भकः वा घटारम्भकः वा इति अस्माभिः न ज्ञायते. कः परमाणुः, कीदृशद्रव्यस्य अवयवः स्यात् इति ईश्वरेच्छावशात् निर्णीयते इति स्वीकर्तव्यमस्ति. एतादृशसार्वत्रिकत्वं भवतु नाम अत्र अस्ति. केन कारणेन घट परमाणु घटपरमाणवः अपि च पटपरमाणवः सन्ति इति केवलम् ईश्वरेच्छया तावद् भवन्ति इति. पटस्य आरम्भकपरमाणवः घटस्य भवितुं न अर्हन्ति. ते सर्वे सूक्ष्मरूपेण भवन्ति. अस्माभिः कः कस्य इति न ज्ञायते. कः परमाणुः, किम् उत्पद्यते इति अस्माभिः न ज्ञायते. परन्तु कीदृश अवयवस्य अवयवः इत्यपि अस्माभिः न ज्ञायते. ईश्वरेच्छा एव एतत् निर्णयः भवति यत् ये परमाणवः घटारम्भकपरमाणवः वा या पटारम्भकपरमाणवः वा इति ईश्वरेच्छया एव तत्सर्वं सर्वस्य निर्णयं भवति. समीचीनं भगिनि. हा नाम यद्यपि परमाणुस्थिरे एतेन परमाणुना घटस्य निर्माणमपि भवितुम् अर्हति, पटस्य निर्माणमपि भवितुम् अर्हति, किन्तु एकमेव भवति. नाम एषः परमाणुः घटस्य परम्परया आगच्छति अथवा पटस्य परम्परया आगच्छति. कस्यां परम्परायां भवति इति अस्माभिः न ज्ञायते. केवलम् ईश्वरेच्छया तत्र एषः परमाणुः घटस्य अवयवः भवति अथवा पटस्य इति. नाम तत्र एतत् स्वीकर्तव्यमेव. तत्र तस्मिन् विषये अन्यत् अधिकं किमपि तत्र समाधानं नास्ति भवति तत्र. समीचीनं भगिनि. हा अस्तु अग्रे सरामः. तर्हि तत्र अग्रे चन्द्रमती भगिनी अग्रे पठति वा महोदय? उत्तरम् इदं तदर्थे किन्तु अन्ततः अवयवे भेदः नास्ति चेत् अवयविनी भेदोऽपि न भवति. अवयवभेदः कथं सिद्ध्यति? अवयवभिन्नत्वात् अवयवभेदः कार्यवशात् कारणम् अनुमीयते. खडः कार्यं पडः खडः कार्यः पडः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुमीयते. अन्ततः अवयवे भेदः नास्ति चेत् अवयविनि भेदः अपि न भवति. अवयवे भेदः अस्ति चेत् एव अवयविनः भिन्न अवयविनः भेदः अपि भवति. अवयवभेदः कथं सिद्ध्यते? अवयवी भिन्नत्वात् अवयवभेदः भवति. अवयवी भिन्नम् अस्ति चेत् खडस्य अवयवी भिन्नम् अस्ति, खडस्य अवयवी भिन्नम् अस्ति, अतः भेदः अपि अवयवभेदत्वात् अवयवी भिन्नत्वात् अवयवी भिन्नत्वात् अवयवभेदः भवति. कार्य कार्यवशात् कारणम् अनुमीयते. कार्यम् अत्र खडः इति कार्यं, पडः इति कार्यं, तादृशकार्यत्वात् कारणं अनुभवनीयं भवति. खडस्य कार्यं भिन्नं, खडस्य कारणं भिन्नं, खडस्य कारणं भिन्नं. खडः कार्यः पडः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुभूयते. खडं खडः इति एकं कार्यं, पडः इति एकं कार्यं, द्वयोः भिन्नता कार्ययोः भिन्नत्वम् अस्ति, अतः अवयवभेदः अपि अनुभूय अनुभूयते नाम अवयवः समान अवयवः सन्ति चेत् अवयवी अपि समानं भवेत् इति. नाम तत्र खलु नाम अवयवेषु भेदः वर्तते चेत् अथवा अवयवेषु भेदः नास्ति चेत् अवयविनी तत्र तत्रापि भेदः न भवति. नाम तत्र तत्र समानता तन्तवः तत्र तन्तवः अपि तत्र कपालः भिन्नौ इति कृत्वा तत्र घटः अपि पटः भिन्नम् इति वक्तुं शक्नुमः. किन्तु अत्र तत्र किम् अस्ति अवयवभेदः कथं सिद्ध्यते इत्युक्ते तत्र विपरीततया उक्तं खलु न अत्र विपरीततया उक्तं तत्र घटः पटात् तत्र अवयवभेदः कथं सिद्ध्यति इत्युक्ते तत्र घटः पटात् भिन्नः इति कृत्वा घटस्य अवयवाः अपि पटस्य अवयवाः भिन्नाः स्युः इति उक्तं खलु. तेषां परिमाणवः अपि भिन्नमस्ति. परमाणुः इदानीं नास्ति किन्तु तत्र केवलं तत्र अवयवी भिन्नत्वात् अवयवभेदः इति लिखितं खलु. नाम घटपटयोः अवयवभेदत्वात् अवयवी भिन्नत्वात् अवयवभेदत्वात् अवयवभेदः इति लिखितं. नाम घटपटयोः भेदत्वात् भिन्नत्वात् कपालतन्तोः भेदः इति वर्तते इति कार्यवशात् कारणम् अनुमीयते. तत्र कार्यमस्ति चेत् कारणं भवेत्. नाम घटः इति कार्यः, तस्य कारणं किम् इत्युक्ते तत्र वयं वदामः कपालः खलु. अवयव अवयवी भिन्नत्व अत्र अस्ति, पटे अस्ति, पठे अस्ति, अतः अवयवी भिन्नत्व तस्य अवयवस्य घटः कपा घटः पटः घटः पठात् भिन्नः खलु तर्हि अवयवीभेदः अवयवीभेदः वर्तते घटः इति अवयवी पटः इति अवयवी एकः अन्यस्मात् भिन्नः अस्ति अवयवभेदेन अवयवीभेदेन अवयवभेदः तर्हि घटस्य घटः पटात् भिन्नः इति कृत्वा घटस्य अवयवः पटस्य अवयवात् भिन्नः घटस्य अवयवः पटस्य अवयवात् भिन्नः घटस्य अवयवः कपालः इति खलु पटस्य अवयवः तन्त्रवः किन्तु किमर्थं कारणमिति उक्तम् अत्र अवयवः अपि कारणं तयोः मध्ये सम्बन्धः वर्तते वा समवायसम्बन्धः समवायीकारणमस्ति खलु तत्र अवयवः कपालः एव तत्र समवायिकारणमस्ति घटस्य खलु तत्र अवयवः अवयवाः एव तत्र अवयवः एव तत्र अवयविनः अवयविनः समवायिकारणं भवति नाम कपालः एव घटस्य समवायिकारणं तन्तुः एव पटस्य समवायिकारणं तर्हि कार्यं भिन्नम् अस्ति चेत् कारणमपि भिन्नं स्यात् खलु खडः इति भिन्नं कार्यं पटः इति भिन्नं कार्यम् अतः कारणमपि भिन्नं भिन्नं तर्हि यदि कारणं समानमस्ति इति अतः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुमीयते अवयवी भिन्नत्वात् अवयवभेदः कार्यस्य भेदेन कार्यस्य भेदेन कारणस्य भेदः वर्तते अनुमीयते वर्तते अनुमीयते अनुमानेन भवति अनुमानेन सिद्ध्यति इति अस्ति समीचीनं हा अस्तु अग्रे तर्हि तत्र समीचीनं भगिनि अग्रे तत्र अग्रे तत्र मृणाली भगिनी तत्र अग्रे पठति वा अन्ये कुत्र पठेत् अस्तु अस्तु तर्हि तत्र नीता भगिनी पठति वा यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति अवयवभेदार्थं तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः घटारम्भपरमाणवः भिन्नाः पटारम्भपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात् एतत् सर्वम् अवलम्ब्य यदि वदामः भेदो नास्ति स च अनुभवविरुद्धः यतोहि कार्यं भिन्नम् इति जायते अङ्गीक्रियते तदाधारेण अवयवः अपि भिन्नाः इति मन्तव्यम् इदानीं घटस्य अवयवाः भिन्नाः पटस्य अवयवाः भिन्नाः यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुमर्हति अवयवभेदार्थं तत्र घटस्य अवयवः पटस्य अवयवात् भिन्नः तत् प्रत्यक्षं प्रमाणं भवितुम् अर्हति तत्र अवयवभेदार्थं प्रत्यक्षेण दृश्यते इति अतः तस्य तत्र प्रत्यक्षं प्रमाणं भवितुम् अर्हति इति दत्तमस्ति यावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति अवयवभेदप्रत्यक्षं दृश्यते तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्ना अत्र प्रत्यक्षेण दृश्यते अवयवभेदः अवयवात् घटस्य अवयवः पटस्य अवयवात् भिन्नः इति अतः नाम तत्र घटः अपि पटः घटः पटाद् भिन्नः खलु तर्हि तत्र घटस्य अवयवाः तत्र कपालः कपालद्वयं पटस्य अवयवाः तत्र तन्तवः नाम अत्र कपालः दृश्यते तन्तवः अपि दृश्यन्ते खलु नाम चक्षुषा वयं द्रष्टुं शक्नुमः तत्र तन्तवः सन्ति अपि कपालः अस्ति इति तेषां ज्ञानं प्रत्यक्षज्ञानं भवति अस्माकं प्रत्यक्षज्ञानं भवति अतः तत्र वयं वक्तुं शक्नुमः अस्तु एषः कपालः अवयवः अस्ति घटस्य एषः तन्तुः पटस्य अवयवः अस्ति घटः पटः नास्ति तर्हि कार्यं भिन्नम् अस्ति चेत् कारणमपि भिन्नं स्यात् तर्हि कपालः अपि तत्र तन्तुः कपालात् भिन्नः अस्ति इति तत्र साक्षात् ज्ञानं भवति प्रत्यक्षज्ञानं भवति यतोहि तत्र अवयवः अस्ति एषः कपालः अवयवः इति द्रष्टुं शक्नुमः किन्तु तत्र यदि तत्र अवयवपरम्परा स्वीकुर्मः नाम कपालः कपालिका इति त्रय अणुकं द्वय अणुकम् अन्ततो तत्र परमाणु इति स्वीकुर्मः तत्र स्थितिः किञ्चित् भिन्ना अस्ति यतोहि तत्र परमाणुस्तरे परमाणवः तत्र परमाणोः प्रत्यक्षज्ञानं नास्ति तत्र परमाणवः सन्ति इति केवलम् अनुमानेन एव खलु नाम तत्र चरम अवयवः परमाणवः सन्ति इति तर्हि तत्र प्रत्यक्षज्ञानं परमाणोः प्रत्यक्षज्ञानं नास्ति अस्मिन् स्तरे तत्र एषः परमाणुः इति तत्र हस्तेन तत्र पश्यतु परमाणुं तत्र अत्र परमाणु अस्ति इति न प्रदर्शयितुं शक्नुमः खलु तर्हि तत्र नास्ति अतः अत्र कपालस्तरे प्रत्यक्षज्ञानेन जानीमः कपालः अपि तन्तुः तत्र तयोः मध्ये भेदः वर्तते किन्तु परमाणुस्तरे तादृशं न कर्तुं शक्नुमः तत्र अनुमानम् इति ज्ञानमेव भवति न तु प्रत्यक्षज्ञानम् इत्युक्ते द्वयोः चरम अवयवाः ये सन्ति परमाणवः तस्मिन् विषये अनुमानेन एव ज्ञानं भवति न प्रत्यक्षज्ञानं तेषां न भवति घटारम्भपरमाणवः भिन्नाः पटारम्भपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात् अत्रापि घट इति कार्यं पटः इति अपि कार्यं तत् समवायिकारणं यत् घटस्य समवायिकारणं पटः पटस्य क्षम्यतां घटस्य समवायिकारणं कपालः पटस्य समवायिकारणं तन्तु तत्र चरमः अवयवः यत् घटारम्भपरमाणवः पटारम्भपरमाणवः तस्य अनुमानम् एव क्रियते नाम तत्र वयं जानीमः तत्र कार्यं भिन्नम् अस्ति चेत् कारणमपि भिन्नं तर्हि कपालः तन्तुः तत्र तन्तुः कपालात् भिन्नः इति जानीमः पुनः कपालिका अपि तन्तोः तत्र अवयवः स्वीकुर्मः तत्रापि भेदः वर्तते इति तत्र परम्परया वयं तत्र कर्तुं शक्नुमः किन्तु प्रथमस्तरे तत्र प्रत्यक्षज्ञानम् अस्ति द्वितीयस्तरेपि प्रत्यक्षज्ञानम् अस्ति किन्तु यदि परमाणुस्तरं यत्र भवति तत्र तु प्रत्यक्षज्ञानं नास्ति, यतोहि तत्र अवयवः अस्ति इति एव केवलम् अनुमानेन तत्र परमाणुः अत्र अस्ति, अत्रापि परमाणुः अस्ति, अतः एषः परमाणुः अन्यस्मात् परमाणोः भिन्नः इति अनुमानेन एव ज्ञानं भवति. किन्तु अनुमानेन वयं अनुमानेन साधयामः, नाम घटः घटः पटः घटारम्भकपरमाणवः भिन्नाः, पटारम्भकः परमाणवः भिन्नाः, परस्परभिन्नाः तु, तत्तु सत्यम्. चर्म अवयवानां प्रत्यक्षं दर्शनं प्रत्यक्षदर्शनं न सम्भवति, केवलं हा इति अनुमानमेव. एतत् सर्वम् अवलम्ब्य यदि वदामः भेदः नास्ति, स च अनुभवविरुद्धः, यतोहि कार्यं भिन्नम् इति जायते, अङ्गीक्रियते. अग्रिमे तत्र यदि वदामः भेदः नास्ति, नाम यदि वयं वदामः घटपटयोः संयोगः न जायते, किमर्थं? पश्यतु, तत्र घटस्य अपि अवयवाः परमाणवः पार्थिवपरमाणवः, पटस्य अपि अवयवाः पार्थिवपरमाणवः परमाणवः पार्थिवपरमाणवः, तर्हि तत्र सर्वे पार्थिवपरमाणवः, तर्हि आश्रयसाम्यम् इति यदि वदामः तत् समीचीनं नास्ति खलु. यतोहि परमाणुत्वं सर्वेषु पार्थिव सर्वेषु परमाणुषु वर्तते, किन्तु व्यक्तिरूपेण, नाम एकः एव घटः नास्ति खलु, घटत्वम् अस्ति, बहवः घटाः सन्ति लोके, तथैव परस्परभिन्नाः सन्ति परमाणवः, घटारम्भकपरमाणवः भिन्नाः, पटारम्भकपरमाणवः भिन्नाः सन्ति. कथं जानीमः? कार्यभेदेन कारणस्य भेदः वर्तते इति कृत्वा, घटः पटः इति कार्यमिति स्वीकुर्मश्चेत् तयोः तत्र प्रारम्भकपरमाणवः अपि भिन्नाः इति एव, यतोहि ते एव कारण तत्र कारणरूपेण स्वीकुर्मः. तत्र अवयवः एव कारणं खलु, समवायिकारणं, समवायिकारणस्य समवायिकारणं, समवायस्य कारणस्य समवायिकारणम् इति परम्परा वर्तते. कार्यभेदेन कारणस्य भेदः इति कृत्वा तत्र अनुमानं, यतोहि प्रत्यक्षज्ञानं न भवति. तावदेव. लोके सर्वेषु घटेषु घटत्वम् इति धर्मः तु अस्ति एव, परन्तु सर्वेषु घटेषु घटारम्भपरमाणवः भिन्नाः एव, अवयवः अपि भिन्नः इति. न, तत्र उदाहरणं, घटस्य उदाहरणं भगिनि, नाम घटत्वम् इति धर्मः सर्वेषु घटेषु वर्तते इति कृत्वा तत्र एकः एव घटः अस्ति वा? घटाः भिन्नाः सन्ति. एषः घटः अन्यात् घटात् भिन्नः अस्ति, तत्र भिन्नः अस्ति, तथैव एषः परमाणुः अन्यपरमाणु यः अस्ति तस्मात् भिन्नः अस्ति. तदारणेन अवयवः अपि भिन्नः इति मन्तव्यम्. अतः तत्र घटारम्भकपरमाणवः पटारम्भकपरमाणवः परस्परभिन्नाः सन्ति इति आगतम्. समीचीनम्. अस्तु, अग्रे तत्र एतावत् तत्र तर्हि तत्र विमला भगिनी भवती एव पुनः पठति वा? कुत्र महोदय? अस्तु, निमिषे महोदय, श्रवणसाधनमुपयुज्य वदामि. अस्तु भगिनि. अत्र नूतनविचारोऽपि अस्ति यत् ये पटस्य आरम्भकपरमाणवः सन्ति, ते यद्यपि घटस्य आरम्भकपरमाणुभिः सह समानजातीयाः, तथापि ते तु घटस्य आरम्भकपरमाणवः न भवितुम् अर्हन्ति. किमर्थम् इति चेत्, सिद्धान्तत्वात् घटस्य आरम्भकपरमाणुभिः अवयवेभ्यः पृथक् एव द्रव्यम् उत्पद्यते न तु केवलम् अवयवसमूहः. अत्र कार्यं भिन्नमित्यस्ति, कार्यं भिन्नभिन्नकार्यं केवलं नूतनविचारः अस्तु. नूतनविचारः अस्ति यत् ये पटस्य आरम्भकपरमाणाः सन्ति ते सर्वे समानजातीयाः सन्ति, यतोहि ते एकस्मिन् नाम तत्र घटस्य परमाणवः यदि पश्यामः, अपि पटस्य अवयवाः पश्यामः परमाणवः, परमाणवः समानजातीयाः नाम सर्वे परमाणवः एक एव जातिषु सन्ति. परमाणुत्वं परमाणुत्वम् इति जाति इति एका एव जाति तत्र तेषां. तथापि घटस्य आरम्भपरमाणवः न भवितुम् अर्हन्ति, यतोहि पटस्य आरम्भकपरमाणवः तैः घटं न उत्पद्यते, आरम्भकपरमाणवः भवितुं न अर्हन्ति. किमर्थमिति चेत् सर्वेषाम् अवयवः भिन्नाः स्युः. तत्र एकवारं पठतु भगिनि सिद्धान्तत्वात्. किमर्थम् इति सिद्धान्तत्वात् घटस्य आरम्भकपरमाणुभिः अवयवेभ्यः पृथक् एव द्रव्यम् उत्पद्यते न तु केवलम् अवयवसमूहः. घटस्य परमाणुभिः यद्द्रव्यम् उत्पद्यते तस्य अवयवाः पृथक् सन्ति. किं प्रायश किं वक्तुम् इच्छति अत्र इति चेत् भगिनि नाम कपालद्वयं स्वीकुर्मः, तत्र परमाणु इति एकनिमिषं त्यजामः, तत्र यदि कपालद्वयं स्वीकुर्मः तत्र कपालद्वयेन तत्र घटः न भवति, केवलं कपालद्वयसमूहः भवति. तत्र अनेके कपालाः सन्ति इति चिन्तयतु, तत्र कपालसमूहः अस्ति, तत्र घटः नास्ति. तत्र किमपि भवेत् नाम संयोगः भवति चेदेव तत्र कपालद्वयस्य संयोगेन घटः भवति, नो चेत् तत्र कपालसमूहः एव वर्तते खलु. कपालद्वयं वा अथवा शतकपालाः किमपि भवतु, तत्र संयोगः इति किमपि कार्यं न भवति चेत् तत्र केवलं समूहः इति एव तिष्ठति. तथैव यत्र तत्र परमाणवः सन्ति, घटस्य परमाणवः स्वीकुर्मः, पटस्य परमाणवः स्वीकुर्मः, तत्र परमाणुस्थिरे किम् अस्ति, साम्यम् अस्ति. समूहः अपि तत्र ओ यत् अत्रापि समूहः अस्ति अत्रापि समूहः इति वक्तुं शक्नुमः, किन्तु तत्र परमाणु तत्र परमाणुभिः तत्र घटस्य उत्पादनं कृतं खलु, तर्हि तत्र केवलं समूहरूपेण तत्र परमाणवः न सन्ति, घटरूपेण पृथक् द्रव्यरूपेण तत्र परमाणवः सन्ति. अतः तत्र नाम केवलं तत्र साम्यम् इति न वक्तुं शक्नुमः, तत्र परम्परापि भिन्ना अनेकानि कार्याणि तत्र अभवन् इति कृत्वा एव तत्र घटस्य उत्पादनं कृतम्. अतः तत्र मार्गः अपि नाम तत्र परमाणु अवयवाः केवलम् अवयवसाम्येन तत्र कार्यं समानम् इति न वक्तुं शक्नुमः, यतोहि तत्र कार्यं भिन्नं चेत् कारणं भिन्नम्, किन्तु कारणं समानमिति कृत्वा कार्यं समानमिति न वक्तुं शक्नुमः, यतोहि तत्र परमाणवः सन्ति, अनेके परमाणवः सन्ति, तैः केवलं समूहस्य अपि निर्माणं कर्तुं शक्नुमः, घटस्य निर्माणमपि कर्तुं शक्नुमः, पटस्य अपि निर्माणं कर्तुं शक्नुमः, तर्हि कार्यभेदम् अस्ति तत्र. अतः तत्र परमाणुः परमाणवः भिन्नाः इति एव स्वीकर्तव्यं, न तु कारणं समानम् इति. तत्र तादृशं चिन्तनं मास्तु. तत्र बहुवारम् एतदेव नाम घटारम्भकपरमाणवः पटारम्भकपरमाणवः परस्परभिन्नाः इति एव तत्र इत्युक्ते अत्र सिद्धान्तत्वात् घटस्य आरम्भकपरमाणुभिः पृथगेव द्रव्यम् उत्पद्यते. पृथक् हा नाम घटारम्भकपरमाणुभिः घटं निर्मीयते, केवलं समूहनिर्माणं नास्ति खलु. केवलं समूहः अस्ति चेत् तत्र साम्यम् अस्ति इति वक्तुं शक्नुमः. घटारम्भकपरमाणवः पटारम्भकपरमाणवः तत्र परमाणवः अनेके परमाणवः सन्ति. घटारम्भकपरमाणवः पटारम्भकपरमाणवः सर्वे तत्र पार्थिवपरमाणवः सन्ति, किन्तु ते तत्र समूहरूपेण न सन्ति. समूहः इत्युक्ते तत्र एकमेकमेव अस्ति, एकमेकमेव अस्ति. यथा तत्र कपालसमूहः इति वदामश्चेत् तत्र अनेके कपालाः सन्ति, तयोः मध्ये संयोगः किमपि न सूचितम् खलु. मया चिन्तितं महोदय, अवयव समूह इत्युक्ते द्रणुकं त्रिणुकं तदेव समूह इति मया चिन्तितं. तद् नास्ति भगिनि, तत् परम्परा. अवयवसमूहः नाम तत्र यथा तत्र जनानां समूहः भवति, तत्र तयोः मध्ये कोऽपि सम्बन्धः नास्ति, ते सर्वे एकस्मिन् स्थले सन्ति तावदेव. एकत्र सन्ति समूहः, तत्र ते सर्वे एकत्र सन्ति, किन्तु तयोः मध्ये न कोऽपि सम्बन्धः. तत्र समूहः इति चिन्तनं. समूहः नाम अनेके सदस्याः सन्ति, किन्तु तयोः मध्ये न कोऽपि सम्बन्धः, नाम संयोगः वा समवायः वा किमपि नास्ति, केवलं ते सर्वे तत्र सन्ति. हा तत्र अतः तत्र नाम तत्र लेखन्याः समूहः इति तत्र किमपि नास्ति. एका लेखनी अस्ति, अन्या लेखनी अस्ति, तावदेव. लेखनी लेखन्यः समूहः तावदेव. तादृशं परमाणु घटस्य निर्माणे ये परमाणु अथवा घटस्य अवयवाः चर्म अवयवाः ये सन्ति, यदि परमाणवः ते परमाणवः तेषां चिन्तनं कुर्मः, ओ अनेके परमाणवः सन्ति, परमाणूनां समूहः अत्र वर्तते इति चिन्तयितुं शक्नुमः. समूहरूपेण चिन्तयामश्चेत् पटारम्भकपरमाणवः घटारम्भकपरमाणवः केवलं समूहः, परमाणूनां समूहः तावदेव. किन्तु तत्र घटारम्भकपरमाणुभिः केवलं समूहः न निर्मीयते, किन्तु साक्षात् घटस्य निर्माणं भवति. तयोः मध्ये परस्परसंयोगः भवति, संयोगेन द्वयणुकं त्रयणुकम् इति. या परम्परा तत्र घटस्य निर्माणे अस्ति, सा परम्परा पटस्य निर्माणे नास्ति. अतः तत्र परमाणुस्तरे समानम् एषः अपि परमाणुः एषः अपि परमाणुः इति वक्तुं शक्नुमः, किन्तु परम्परा भिन्ना अस्ति, कार्यमपि भिन्ना अस्ति, अतः कार्यमपि भिन्नमस्ति, अतः ते सर्वे परस्परभिन्नाः इति. अस्तु अस्तु तर्हि बहुवारं तत्र एकः एव तत्र एकः एव विषयः. अवगमनं भवेत् महोदय तदा एव सत्यम् अपि तत्र सम्यक् रीत्या वयमपि तत्र यदि वदामः नाम तत्र केवलं तत्र न्यायशास्त्रम् इति नास्ति, वयमपि तत्र न्यायशास्त्ररीत्या वक्तुं तत्र शक्तिः भवेत्, नाम ओ केवलम् अवगमनं नास्ति, स्वशब्दैः तत्र तत्र किम् उक्तम् इति अपि तत्र अस्माभिः वक्तव्यं तावदेव, तदा एव तत्र वर्गः समीचीनः भवति. हा अवगमनम् अपि स्वशब्दैः वदनं. अस्तु तर्हि तत्र धन्यवादः. धन्यवादः भगिनी. अग्रिमे वर्गे मिलामः तर्हि. धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः. धन्यवादः, शुभरात्रिः. नमस्ते, शुभरात्रिः.